नमस्ते सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अदादिगणः, अजन्तदातवः. तत्र अन्तिमः धातुः अस्ति जागृ इति धातुः. तत्र एव अस्माकं चर्चा जायमाना आसीत् गतवर्गे. तर्हि तत्र जाग्रो विच्छिन्नल् नित्सु इति सूत्रं, यत् सूत्रमस्ति, तत् पुनः एकवारं पठित्वा तदनन्तरं तत्र एव चर्चा आसीत् अविच्छिन्नल् नित्सु इत्यस्य विषये. तर्हि इति विषये तर्हि तत्र गच्छामः. तर्हि एकवारं सूत्रं पठामः. किं लक्ष्मीभगिनी पठति वा? आं भगिनी, पठामि. जाग्रो विच्छिन्नल् लिन्सु. जाग्रधातोः गुणः भवति वि चिन् नल् ङित् इत्येषां प्रत्ययानां पर्युदासे. वि इति प्रत्ययविशेषः, चिन् इति लुङ् लकारस्य, नल् इति लित् लकारस्य, ङित् इत्यनेन इत् संज्ञकः ङकारः यस्य. वि ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति. चिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति. अन्यत्र सर्वत्र गुणः भवति एव. अचोनिति निति च इत्यनयोः अपवादः. विश्च, चिञ्च, नल् च, ङिच्च एतेषाम् इतरेतर द्वन्द्वः विचिन्नल् लिङ्गतः, न विचिन्नल् लिङ्गतः, अविचन्नल्लिङ्गतः, तेषु अविचन्नल्लिङ्सु. जाग्रः षष्ट्यन्तम्, अविचन्नल्लिङ्सु सप्तम्यन्तम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्. जाग्रः गुणः अविचन्नल्लिङ्सु. जाग्रो विचिन्नल्लिङ्सु इति सूत्रम्. अस्य सूत्रस्य अर्थः अयं, जाग्रधातोः गुणः भवति. तर्हि कदा भवति इति चेत्, वि चिन् नल् ङित् इत्येषां प्रत्ययानां पर्युदासे इत्युक्ते एते प्रत्ययाः परे अस्ति चेत् गुणः न भवति. तान् विहाय अन्यत्र सर्वत्र जाग्रधातोः गुणः भवति इति अर्थः. तर्हि वि इति तु प्रत्ययः एव, प्रत्ययविशेषः वि. चिन् इति लुङ् लकारस्य विषये उक्तमस्ति, अपि च नल् इति लिट् लकारस्य विषये उक्तम्, अपि च ङित् इति इत् सहितः प्रत्ययः. ङित् ङकारः इत् यस्य सः इति ङित् इति भिन्नविषयाः एकत्र आनीतः. वि इति साक्षात् प्रत्ययः, चिन् इति लुङ् लकारस्य विषये प्रत्ययः, नल् इति अपि लिट् लकारस्य विषये प्रत्ययः, ङित् इति ङित् ङकार इत् सहितः प्रत्ययः इति उक्तम्. इदं सूत्रं तु अचोञ्निति निति च इत्यनयोः अपवादः अस्ति. किमर्थमिति चेत्, अचोञ्निति इत्यनेन वृद्धिः सम्भवति, तस्य अपवादेन गुणः अत्र इच्छति. ङिति च इत्यनेन गुणनिषेधः अस्ति, तस्यापि अपवादेन अत्र गुणः इच्छति. अत्र ङिति च इति तु वस्तुतः ङित् अस्ति चेत् गुणनिषेधः तु भवति एव, तस्य अपवादेन अत्र गुणः सम्भवति जाग्रधातोः इति अत्र उक्तमस्ति. तावत् स्थूलरूपेण अर्थः. समीचीनं भगिनि, समीचीनम्. इत्युक्ते तत्र अत्र कीदृशप्रतिषेधः अस्ति? पर्युदासः अस्ति इत्युक्ते सदृशतमः प्रत्ययानां भावः अत्र इच्छति. केचन प्रत्ययान् विहाय अन्यप्रत्यये परे तु गुणः भवति इति पर्युदासार्थे उक्तः अस्मिन् सूत्रे. तर्हि इदानीं प्रश्नः आसीत् खलु, पर्युदासः अस्तु भवतु, प्रसज्यप्रतिषेधः अस्ति चेत् किं भवति? प्रसज्यप्रतिषेधः अस्ति चेत् अत्र अग्रे प्रत्ययः न भवति चेदपि गुणः भवति इति अर्थः स्यात्, किन्तु अत्र न तथा, केचन प्रत्ययान् विहाय अन्येषु प्रत्ययेषु परेषु गुणः भवति इति उक्तत्वात् पर्युदासः अर्थः एव स्वीक्रियते. भसज्य स्वीक्रियते चेत् किं भवति इति चिन्तितं वा? इत्युक्ते सामान्य अर्थतः भवति अत्र परे प्रत्ययः नास्ति चेदपि जागृ इति धातुः यदा विधीयते परे कोऽपि प्रत्ययः नास्ति तथापि जागृतातुः गुणः भवति इति अर्थः स्यात् खलु अत्र? आमाम्, एवं चेत् कुत्रचित् दोषः वा इति प्रश्नः. प्रत्ययः नास्ति चेत् उदाहरणरूपेण न दृष्टं, केनचित् दृष्टं वा गतवर्गे? अहं ततो गत्वा मया पृष्टमासीत्. प्रसज्यप्रतिषेधः चेत् किं भवति इति. न चिन्तितं वा भगिनी? तत्र ब्राह्मणं न आनय इति अन्ते उक्तं, प्रसज्यप्रतिषेधः इति भवति इति. तर्हि तत्र अस्मिन् सूत्रे ब्राह्मणं न आनय इत्यनेन वि चिण्णल् णित् इति भवन्ति. तर्हि तत्र भगिनि भवत्याः प्रश्ने तत्र कथं वक्तव्यम् इदानीं प्रसज्यपरिषेदः कथं भवति इति वदन्तु इति चेत् तत्र ब्राह्मणं न आनय इत्यस्मिन् अर्थे वदनीयं वा? इत्युक्ते प्रथमतया कथं वक्तव्यम् इति एकः प्रश्नः. द्वितीयः प्रश्नः अत्र प्रसज्यप्रतिषेधः वा पर्युदासः वा इति कथं निर्णयः, इत्युक्ते प्रदर्शनीयं कुत्रचित् दोषः अस्ति वा इति प्रदर्शनीयम् इति प्रश्नद्वयम्. प्रसज्यप्रतिषेधः चेत् वाक्यं कथं भवति इति एकः प्रश्नः, तत्तु भगिनी उक्तवती जागृधातोः गुणः भवति, अनन्तरं जागृधातोः गुणः न भवति विच्छिन्नल् नित् इति उक्तवती. तत् पर्युदासे खलु? परिदास नास्ति, प्रसज्यप्रतिषेधः. गुणः भवति इत्युक्ते प्रत्ययः अपेक्षितः नास्ति, प्रत्ययः अस्ति वा नास्ति वा गुणः भवति, परन्तु प्रत्ययः विच्छिन्नल्णित् अस्ति चेत् न भवति. किं भगिनि भेदः अवगम्यते वा? तत्र केवलं जागृधातोः गुणः भवति इति चेत् यत्र यस्मिन् कस्मिन्नपि स्थित्यां भवति इति भवति, तत्र परनिमित्तं नास्ति. तर्हि तत्र जागृधातोः गुणः भवति इति तावदेव समाप्तं भवति, सम्यक् नास्ति. आम् इति तत्र कुत्रचित् दोषः स्यात् खलु? एवम् अस्ति, दोषः स्यात्. आमां, तत्र जागृधातोः कस्मिन्नपि प्रत्यये परे गुणः भवति इति तु आवश्यकम् अस्ति. हा, इत्युक्ते तत्र दोषः कुत्र भवति इति चेत् लङ्लकारे प्रथमपुरुषे बहुवचनम् अजागृ योगः उः इति प्रसङ्गे, इदानीं तत्र प्रत्ययः नास्ति चेदपि गुणः भवति इति उक्तं खलु. तत्र उस् इति प्रत्ययः तिप्तस् झि इति प्रत्ययः तु नित् अस्ति खलु, अतः तत्र भवति नित् नित्वात् तत्र गुणनिषेधः. नित् अस्ति चेत् न भवति इति उक्तं खलु, तर्हि तत्र न भवति. तर्हि इत्युक्ते यत्र यत्र प्रत्ययः नास्ति, प्रत्ययः एव नास्ति तत्रापि गुणः भवति. यथा अत्र यङ् लुगन्तधातुः अस्ति, जाजागृ इति धातुः, जाजागृ इति धातौ, तत्र प्रत्ययः नास्ति चेदपि धातु अवस्थायाम् इदानीं प्रत्ययः अस्ति यङ् इति प्रत्ययः, तस्य लोपः जातः, इदानीं प्रत्ययः नास्ति. तर्हि प्रत्ययः नास्ति चेदपि अत्र गुणः जायते, अतः जाजा जागर् इति धातुः लभ्यते, नूतनधातुः. इदानीं तादृशधातुतः यदा तस् इति प्रत्ययः लट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विधीयते, तर्हि तत्र अनिष्टरूपं लभ्यते. जा जागर् जा जागर्तः इति रूपं लभ्यते. वस्तुतः तादृशरूपं नास्ति, जा जागृतः तत्र रूपं. यदि प्रत्ययः नास्ति चेदपि गुणः भवति इति वदति चेत् तदानीं तत्र धातुः भवति जाजागर्. जाजागृ नास्ति, जाजागर् गुणः गुणं कृत्वा. इदानीं नूतनधातुः अस्ति जाजागर्. इदानीं तादृशधातुतः कश्चन प्रत्ययः अस्ति तस् इति प्रत्ययः अस्ति. तत्र वस्तुतः जाजागर्तः इति रूपं नास्ति, जाजागृतः इति रूपम् अस्ति. तर्हि प्रत्ययः नास्ति चेदपि गुणः भवति इति वदामः चेत् दोषः जायते तत्र, यङ्ग्लुकी तु दोषः जायते. अतः प्रसज्यप्रतिषेधः इति मन्तुं न शक्यते. लट्लकारे प्रथमपुरुषे जाजागर् जजागर् इति न, तत्र यङ्ग्लुकि दीर्घोकितः दीर्घोकितः इति एकं सूत्रमस्ति, तेन दीर्घत्वं जायते. जाजागृ जाजागृ जाजागर् ह्रस्वः न भवति, दीर्घः भवति तत्र. ह्रस्वः प्रथमतया भवति, ह्रस्वः इति सूत्रेण ह्रस्वः भवति, तदनन्तरं दीर्घोकितः इति सूत्रेण दीर्घः भवति. अतः जाजागृ इदानीं गुणः जाग्रो विच्छिन्नल् नित्सु इति गुणः जाजागर् इति नूतनधातुः. तस्मात् लट्लकारस्य प्रथमपुरुषे रूपं सम्यक् अस्ति, जाजागर् इति समीचीनं रूपम् अस्ति. परन्तु द्विवचने प्रथमपुरुषे द्विवचने जाजागर्तः इति रूपं लभ्यते, परन्तु तादृशरूपं तु नास्ति, जाजागृतः इति रूपम् अस्ति. अतः तत्र दोषः जायते इति कृत्वा प्रसज्यप्रतिषेधः इति मन्तुं न शक्यते, परिदासः एव स्वीकरणीयः. अस्तु वा, समीचीनं वा? अस्तु भगिनि, तर्हि इदानीम् अग्रे गच्छामः. सूत्रार्थः अवगतः खलु, जागृधातोः सर्वत्र गुणः भवति, कश्चन प्रत्ययः भवेत् तदानीं गुणः भवति, अङ्गकार्यम् अस्ति गुणः भवति. परन्तु सः प्रत्ययः वि इति प्रत्ययः, छिण् इति प्रत्ययः, नल् इति प्रत्ययः, णित् इति प्रत्ययः, चत्वारः प्रत्ययः. वि इति प्रत्ययविशेषः अस्ति, छिण् अपि प्रत्ययविशेषः अस्ति, नल् अपि प्रत्ययविशेषः अस्ति, णित् इत्यत्र तु यः कोऽपि प्रत्ययः यः णित् अस्ति तत्र बहवः प्रत्ययाः भवितुम् अर्हन्ति. अस्तु इदानीम् अग्रे गच्छामः. भगिनि अत्र णिति च इति सूत्रम् अपवादः, णिति च इत्यस्य अपवादः अस्ति इदं सूत्रम् इति उक्तं खलु. अत्र णिति च इत्यनेन गुणनिषेधः, किन्तु इदं सूत्रं वदति गुणः भवति इति विधिः अस्ति. तर्हि सर्वत्र नितिश इत्यस्य निषेधः इति न, केषुचित् इति नास्ति, सर्वत्र नास्ति, केषुचित् इत्युक्ते अत्र अस्मिन् सूत्रे एव उक्तम् इति, नित् विहाय अन्यत्र एव गुणः भवति इति उक्तत्वात् नितिच इत्यस्य निषेधः, गुणनिषेधः तत्रैव अस्ति खलु इति मम प्रश्नः. कुत्र अस्ति इदानीं जाग्रयोगतः इति उदाहरणं स्वीकुर्मः चेत्, जाग्रयोग तस् प्रत्यये परे जागृतः इति रूपम् अस्ति खलु. तर्हि अत्र जागृविचिन्नलिङ्गसु इति सूत्रेण एव अत्र गुणनिषेधः इति वक्तव्यं वा, अथवा नितिच इत्यनेन गुणनिषेधः इति वक्तव्यं वा? कदा कदा प्रसज्यप्रतिषेधः अस्ति चेद् वा, कदा जागृयोग तस् प्रत्यये परे? इदानीं न अवगतं, परन्तु अविच्छिन्नल् नित्सु इत्यत्र पर्युदासं स्वीकृत्य एव खलु. हा, पर्युदासः स्वीकृतः, समीचीनं. अत्र उक्तं खलु नितिच इति अपवादसूत्रः इति, इत्यस्य अपवादसूत्रः इदं सूत्रम् इति उक्तं. तर्हि चिन्तयामः, तर्हि जागृ इति धातुः अस्ति, तस् इति प्रत्ययः. तर्हि जागृधातुः तत्र इगन्तम् अङ्गं सर्वधातुकार्धधातुकयोः इत्यनेन गुणः स्यात् खलु? आम् आम्. तर्हि इदानीं तत्र प्रत्ययः नित् अस्ति इति कृत्वा क्निति च इत्यनेन गुणनिषेधः तु जायते खलु? जायते. तर्हि पुनः अनेन सूत्रेण जागृधातोः गुणः सर्वत्र भवति प्रत्यये परे इति उक्तम् इति कृत्वा तत्र गुणः पुनः प्राप्तः अस्ति इति च इति सूत्रं प्रबाद्य गुणः प्राप्तः अस्ति तदानीम् अविच्छिन्नलित्सु इत्यनेन निषेधः. अस्तु, तर्हि विशेषतः अत्र जागृविच्छिन्नलिङ्गसु इत्यनेन एव निषेधः इति उक्तत्वात् नीति चैत्यस्य अपवादः इति वक्तुं शक्यते. हा, इत्युक्ते अत्र पश्यतु सार्वधातुक अर्धधातुकयोः इत्यनेन नीति चैत्यनेन निषेधः जातः तर्हि पुनः जागृ विच्छिन्नलित्सु इत्यनेन निषेधः इति वक्तुं न शक्यते. एकवारं निषेधः जातः इति नास्ति. न, पश्यतु निषेधः इति नास्ति इति न, निषेधः तु जातः, नीति चैतन्ये निषेधः जातः, निषेधः जातः. तदानीं किं वक्तव्यं? जागृ विच्छिन्नल् नित्सु इति सूत्रेण गुणः प्राप्तः अस्ति, यतोहि अस्मिन् सूत्रे किम् उक्तमस्ति? गुणः भवति इति उक्तमस्ति इति कृत्वा अनेन सूत्रेण यदि अविच्छिन्नल् नित्सु इति पदं नास्ति तदानीम् अनेन सूत्रेण गुणः भविष्यति, गुणः भवति स्म. तर्हि तादृशगुणः अत्र न इष्यते, नित् प्रत्ययपरे न इष्यते इति कृत्वा अविच्छिन्नल् नित्सु अनित्सु इति उक्तम्, अनित्सु इति कृत्वा अनेन सूत्रेण प्राप्तमस्ति, प्राप्तः गुणः, तस्य निषेधार्थं सु इति उक्तम्. नो चेत् अस्मिन् सूत्रे अनित्सु इति वदनस्य आवश्यकता नास्ति, यतोहि यदि गुणः भवति तर्हि नीति चैतनेन गुणनिषेधः, पुनः जागृ विच्छिन्नलित्सु इत्यनेन गुणः भवति इति वक्तुं शक्नुमः. इदानीम् एवं चिन्तयामः चेत् जागृयोगः तस् इति प्रसङ्गे, यदा जागृयोगः तस् इति प्रसङ्गे सारधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति तदानीमेव जागृ विच्छिन्नल् नित्सु इति सूत्रस्य अपि प्रसङ्गः अस्ति खलु? आम् अस्ति. तर्हि इदं सूत्रम् अविच्छिन्नल् नित्सु इत्यत्र यः निषेधः अस्ति सः निषेधः सार्वधातुकार्धधातुकयोः इत्यनेन प्राप्तस्य गुणस्य निषेधः अस्ति वा अथवा जागृ विच्छिन्नल् नित्सु इति सूत्रेण प्राप्तस्य गुणस्य निषेधः अस्ति वा इति प्रश्नः. आम्, सार्वधातुकार्थधातुकयोः इत्यनेन अपि गुणः प्राप्यते, जागृधातोः गुणः अनेन सूत्रेण अपि प्राप्यते विशिष्टसूत्रेण. कस्य निषेधः इति प्रत्ययपरे केन सूत्रेण निषेधः? जागृधातु सप्ताध्याये अस्ति खलु भगिनि? जागृल् नित्सु इत्यनेनैव अत्र निषेधः भवति. हा, इत्युक्ते अत्र प्रतिपदोक्तत्वात् खलु? न, एकक्षणं, प्रतिपदोक्तत्वम् इति चिन्तयामः, परन्तु न, अत्र पश्यतु सारधातुक अर्धधातुकयोः इति पूर्वसूत्रमस्ति, जागृ विचिन्नल् नित्सु इति परसूत्रमस्ति. इदानीं जागृयोगः तः इति प्रसङ्गे द्वयोः सूत्रयोः प्रसक्तिः अस्ति खलु? आम्. तर्हि इदानीं यदि अस्मिन् सूत्रे अनित्सु इति नास्ति इति चिन्तयतु, अनित्सु इति नास्ति तदानीं किं भवति? सूत्रद्वयमस्ति, तदानीं किं भवति? निति च इति सूत्रेण अर्धधातुकार्धधातुकयोः इति सूत्रं निषिद्धं खलु? तदानीं जागृ विच्छिन्नलित्सु इति सूत्रेण गुणः भवति खलु? आम्, गुणः भवति भवेत् इति कृत्वा अविच्छिन्नल् नित्सु इति उक्तम्. इत्युक्ते अस्मिन् सूत्रे एव अचिन्नलिङ्गसु इति प्रयुज्य अत्र निषेधः अपि पर्युदासरूपेण प्रदर्शितम्. सत्यं, यः निषेधः जातः तस्य पुनः प्रसवः, तदनन्तरं पुनः निषेधः, समानसूत्रे एव, एकस्मिन्नेव सूत्रे. ओके, अस्तु, तर्हि अग्रे कञ्चित् अग्रे गच्छामः. अनिमा भगिनी पठति वा? अजाग्रयोग उः इत्यत्र किं जातम् इति उक्तवती भगिनी अत्र अस्माकं. न, अजाग्रयोगः उः इति प्रसङ्गे उः इति प्रत्ययः अपित् प्रत्ययः अस्ति खलु? आम्, इति प्रत्ययः निद्वत् अस्ति, तर्हि अजाग्रयोगः उहु इति प्रसङ्गे किं किं सूत्रं प्रसक्तमस्ति इत्युक्ते तत्र उहु इति प्रत्ययस्य विषये वयम् अग्रे आगच्छामः खलु तदानीं चिन्तयामः तत्र लट् लोट् लङ् विधि लिङ् लङ् तदानीं चिन्तयामः इदानीं किञ्चित् अग्रे गच्छामः अस्तु भगिनि अस्ति वा भगिनि अग्रे पठतु भगिनि मम एकः संशयः अस्ति यदि प्रसज्यप्रतिषेधः भवति तत्र यङ् लुगन्धधातु तत्रापि नकारः अस्ति किल ङित् इति अस्ति परन्तु तत्र लुकि लुकि सति तत्र अङ्गकार्यं निषिद्धमस्ति खलु आमाम् अस्तु अस्तु इदानीं वयं किं वदामः इति चेत् अत्र यङ् इति प्रत्ययस्य विधानमेव न जातम् तदर्थः गुणः जातः तदनन्तरं प्रत्ययस्य विधानं प्रत्ययस्य लोपः लुक् परन्तु द्वित्वं तु भवति तदेव तदानीं द्वित्वं भवति जाजागर् इति यत्र वृद्धिः ततः आरभ्य यत्र वृद्धिः भवति स्म तत्र गुणः भवति जागृयोगः णिच् अचून्यति इति प्रबाध्य जाग्रो विचिन्नल्णित्सु इत्यनेन गुणः जागर्योगः इ जागरि इति निजन्तधातुः जागरयति यत्र कित्वात् गुणनिषेधः भवति स्म तत्र गुणः भवति जागृयोगः त इङिते च इति प्रबाध्य जाग्रो विच्छिन्नैणित्सु इत्यनेन गुणः जागर् योगः त आधधातुकस्य इट् वलादेः इत्यनेन आधधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति जागर् योगः इ योगः त जागरितः यत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति स्म तत्र जाग्रो विच्छिन्नल्ङित्सु इत्यनेन एव गुणः भवति प्रतिपदोक्तत्वात् जागृयोगः ति सार्वधातुकार्धधातुकयोः इति प्रबाध्य जाग्रो विच्छिन्नल्ङित्सु इत्यनेन गुणः जागर्योगः ति जागर्ति इदानीं यत्र गुणः सम्भवति तस्य उदाहरणं दत्तमस्ति प्रथममस्ति णिच् इति प्रत्ययः तत्र अचोनिति इत्यनेन वृद्धिः भवति स्म परन्तु तत् प्रबाध्य अत्र जाग्रो विच्छिन्नल्णित्सु इति सूत्रं प्रवर्तते अत्र यदा वि अथवा चिन्न नल् ङित् इति एते भवन्ति तत्र गुणः भवति इति उक्तमस्ति अतः वृद्धिः न भवति जागार् इति न भवति जागर् इत्येव गुणः एव भवति अतः धातुरूपं भवति जागर् योगः जागरि इति एकम् उदाहरणम् अन्यम् उदाहरणमस्ति किङिति च इत्यनेन गुणनिषेधः भवति त प्रत्ययः अस्ति चेत् यतोहि तत्र कित् अस्ति परन्तु तत् प्रबाध्य जाग्रो विचिन्नल्ङित्सु इति सूत्रं प्रवर्तते अतः जागर् इति गुणः भवति स्म जागर् योगः त इति अनन्तरम् आधधातुकस्य इट् वलादेः इत्यनेन इडागमः अपि भवति तत् अन्यं विषयं परन्तु अत्र तु गुणः भवति इति विशिष्टं कार्यमस्ति यत्र ङित् नास्ति कित् एव अस्ति तत्र अतः यत्र तृतीयम् उदाहरणमस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति परन्तु तत्र यत्र तिप् प्रत्ययः अस्ति जागृयोगः तिप् इति अस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रवृत्तिः भवति परन्तु तत्र तत् प्रबाद्य जाग्रो विच्छिन्नल्ङित्सु इत्यनेन गुणः भवति आमां अस्ति चेत् गुणः तु भवति एव किं किं जागृयोगः तः इति प्रसङ्गे खलु तिप् न तः इति प्रत्ययः कित् अस्ति खलु अत्र ति इति लिखितम् अस्ति जागृयोगः ति इति प्रसङ्गे सारधातुकः अर्धधातुकयोः इति प्रभादे जागृ जागृणल् विचिन्नल्सु इत्यनेन गुणः परन्तु तः इति लेखनीयं किल किमर्थं जागृयोगः ति तिप् तिप् प्रत्ययस्य विषये वदन्ति अस्ति वदन् अस्ति तत्र गुणः भवति एव ऐ मीन् एतत् सूत्रं न नास्ति चेदपि भवति इति आमाम् एतत् सूत्रं नास्ति चेदपि भवति इत्युक्ते अत्र मतभेदः अस्ति अत्र मतभेदः अस्ति भगिनि इत्युक्ते एवं वक्तुं शक्नुमः यत् स्वरधातुकार्धधातुकयोः इत्यनेनैव गुणः भवति यत्र अन्यत्र यत्र कित् प्रत्ययः अस्ति तत्र गुणः भवतु इति कृत्वा जाग्रो विचिन्नल् निच्छु इति सूत्रं रचितम् इति वदामः चेत् अत्र तु स्वरधातुकार्धधातुकयोः इत्यनेन गुणः जायते नो चेदेवं वक्तुं शक्नुमः प्रतिपदोक्तत्वात् यथा शोभभगिनी उक्तवती प्रतिपदोक्तत्वात् विशिष्टसूत्रम् अतः अनेन एव गुणः इति उक्त्वा जागर्ति इति वक्तुं शक्नुमः मतभेदः अस्ति कथञ्चित् वक्तुं शक्नुमः अस्तु समीचीनं प्रश्नः अस्ति वा आसीत् भगिनी पद इदानीम् उत्तरम् उक्तमस्ति चिन्तयामि अस्तु अस्तु ओके ओके तर्हि इदानीम् अग्रे गच्छामः इदानीं लटि लोटि लङ्गि विधिलिङ्गि रूपाणि तर्हि इदानीं किं विजयाभगिनी लटि वदति वा महोदय जागृ एव खलु महोदय महोदय आमां जागृ एव लेट् रूपम् अत्र जागृ इदानीम् अत्र ऋकारः सन्ति अस्ति अत्र ऋकारस्य स्थाने एकसूत्रमेव जाग्रो विचिन्नल् विचिन्नल् निच्छु इत्यनेन अत्र गुणः भवति अतः तत्र जागर् इति भवति सीतः अन्ति सीतः नीवहमः इदानीम् अत्र प्रथमपुरुषविवक्षा अस्ति अतः ति योजनेन जागर्ति इति भवति इदानीम् अत्र तः इति अस्ति अत्र तः एतत्तु हलादि अपि तस्ति किमपि कार्यं नास्ति वर्णमेलनमेव जागरूकः अनन्तरम् अत्र अपि अस्ति अपि अस्ति अत्रापि जागरूयोगः अति इदानीम् अत्र जागृति इति भवति जागृति इति भवति तावदेव जागर्ति जागृति न जागर्ति जागर्ति इति भवति अनन्तरम् अत्र ति अस्ति तितः अत्र अत्रापि ऋकारस्य स्थाने अर् आदेशः भवति जागृचिन्न निच्छु इत्यनेन गुणः भवति अतः जागर्योगः भवति इदानीमत्र किङ्कोः इति सूत्रस्य प्रसक्तिः भवति अतः तत्र आदेशप्रत्ययोः इत्यनेन अत्र सि स्थाने मूर्धनेशकारः दन्तेसकारस्य स्थाने मूर्धनेशकारः आगत्य जागर्षि इति भवति अनन्तरम् इदानीमेव दृष्टवन्तः जागृयोगः सप फलादि अपि तस्ति अतः वर्णमेलनमेव वर्णमेलनमेव जागृतः जागृत इदानीमत्र जागर्योगः जागृयोगः मे अस्ति अत्रापि जागरो विचिन्नल् इत्यनेन गुणः भवति जागर्योगः मे योजनेन जागर्मे इति भवति अनन्तरम् अत्र वहमः फलादि अपि तस्ति अतः वर्णमेलनमेव जागृवः जागृमः इति समीचीनं वा महोदय आमां समीचीनम् अस्तु इदानीं तर्हि लोटि किं शोभा भगिनी वदति वा भगिनी सः थः थ इत्यत्र गुणः किमर्थं न भवति एकवारं प्रत्ययः विद्वत् अस्ति खलु अपित् सार्वधातुकम् अपित् विद्वत् अथवा नित् प्रत्ययः अस्ति इति कृत्वा गुणः न भवति अविच्छिन्न लित्सु आं भगिनि लोट् लकारे इदानीं तत्र लोट् लकारे प्रथमपुरुषे एकवचने पित् अस्ति पित् प्रत्ययः अतः गुणस्य प्रसक्तिः अस्ति तत्र जागृ योगः तकारः जागृ तत्र इदानीं जाग्रो विचिन्नल् नित्सु इति सूत्रेण गुणः भवति तत्र जागृयोगः ता जागर् जागर् तत्र किं कुत्र क्षम्यतां तु जागर्तु जागर्तु इति एकं रूपं तात् इति तु अपि प्रत्ययः अतः जागृतात् एकमेव रूपं लोट्लकारे एकमेव रूपं वा इत्युक्ते अन्यत् रूपं वदति न इदानीम् अस्तु वदतु आं तात् इति हा जागृतात् जागृतात् इति अपि रूपं भवति जस्त्वं भूत्वा तस्य अन्यत् रूपं जागृताद् इति किमर्थं गुणनिषेधः तत्र तात् इत्यत्र तत्र तु अपित् अस्ति खलु प्रत्यय एव अपित् अस्ति अपित् निद्वत् इति कृत्वा खलु निद्वत् आम् आम् अपित् निद्वत् हा तर्हि तत्र निद्वत् भवति विचिन्नल् नित् अविचिन्नल् नित्सु इत्यनेन गुणः गुणनिषेधः अपित् नित्येव न सातङ्ग् अस्ति न नित्येव अस्ति सातङ्ग् साक्षात् नित् सातङ्ग् साक्षात् नित् ओ अस्तु आमां सत्यम् नित् अस्तु अस्तु हा तर्हि तदेव तत्र यथा पूर्वं समीचीनं निति च इति सामान्यसूत्रेण भवितुम् अर्हति किन्तु तर्हि तत्र अस्य सूत्रस्य प्रसक्तिः अस्य सूत्रस्य कार्ये तत्र किं विघ्नः भवति इति एतेन सूत्रेण एव नितः किं निषेधः अस्मिन् नितः प्रसङ्गे गुणनिषेधः इति हा अग्रे द्विवचने ताम् इति प्रत्ययः तत्रापि नित्येव अस्ति वा भगिनि क्षम्यतां ताम् इति निद्वत् निद्वत् अस्तु हा तर्हि तत्र जागृयोगः तां जागृतां तावदेव जागृयोगः अन्तु इदानीं तत्र तदपि अपि प्रत्ययः एव अतः तत्र जागृयोगः अन्तु उका जागृ ऋकारः परवर्णः अकारः इको एणचि इत्यनेन यणादेशः भवति तर्हि रु इत्यस्य तत्र रेपः आदेशः भवति जाग्रतु इति भवति मध्यमपुरुषे जागृयोगः हि अपित् प्रत्ययः जागृहि जागृयोगः तात् यथा पूर्वं कृतं जागृतात् अथवा जागृताद् इति भवति जागृयोगः तं जागृतं जागृयोगः ता जागृत तत्र मध्यमपुरुषे सर्वे अपि प्रत्ययः उत्तमपुरुषे सर्वे पित् प्रत्ययः आनि आवाम अतः तत्र जागृयोगः आनि तत्र केन सूत्रेण एत अस्तु तत्र गुणस्य प्रसक्तिः अस्ति इत्यतः इदानीं जाग्रोविन् विचिन्नल् नित्सु क्षणताम् इति सूत्रेण गुणः भवति तर्हि जागर्योगः आनि जागराणि तत्र णत्वमपि भवति जागराणि इति भवति तथा एव आव आम जागराव जागराम इति रूपाणि भवन्ति समीचीनम् इदानीं लङ्लकारे प्रथमपुरुष बहुवचने अतु इत्यत्र अदभ्यस्तात् इत्यस्यापि अन्तु इति अन्तु इति उक्तवती अन्तु इति न न उक्तवती केवलम् अदभ्यस्तात् इत्यस्यापि प्रसक्तिः भवति तत्र अतु इति एव उक्तवती खलु अतु इति उक्तवती वा भगिनी अन्तु इति वा न स्मरामि केवलम् अदभ्यस्तात्यस्यापि अन्तु इति आरम्भे उक्तवती किन्तु जाग्रतु इति हा इति सत्यम् इति जातः समीचीनम् अदभ्यस्तात् इति भवति एव तत्र अपि च जक्षित्यादयः षट् इत्यनेन अभ्यस्तसंज्ञा भवति इति अपि केवलं समीचीनं समीचीनं सम्यक् सम्यक् इत्युक्ते यदा यदा रूपाणि कोऽपि वदति तदानीं तत्र भवन्तः एव द्रष्टव्यं समीचीनमस्ति वा न वा इति भवन्तः एव परिशीलनं भवद्भिः करणीयं परिशीलनं समीचीनं लक्ष्मीभगिनी धन्यवादः इदानीम् अग्रे लङ्गि विजयलक्ष्मी भगिनी प्रयत्नं करोमि भगिनि किमर्थं तत्र भवत्याः ध्वनौ तत्र विश्वासः न दृश्यते गतसप्ताहस्य पाठः न श्रुतवती अस्तु अत्र अट् इति अडागमः लुङ् लङ् लिङ्क्षु इति सूत्रेण जागृ इति अस्ति तत्र त इति त अतां किं भगिनि उः वा आम् इत्युक्ते तत्र अभ्यस्तसंज्ञा अस्ति खलु तर्हि सिजभ्यस्य विधिभ्यश्च इत्यनेन उः अस्तु अतः अत्र अजागर् अजागर् तिप् अस्ति अत्र तिप् अस्ति अतः गुणः भवति जाग्रो विच्छिन्नल् निच्छु इति सूत्रेण अजागर् योगः त अत्र किमपि तकारस्य श्रुतिस्य प्रयुक्तं हल् इत्यनेन तकारस्य लोपः भवति अपृक्तसंज्ञा अस्ति अजागर् प्रथमतया अङ्गकार्यं करणीयं खलु कृतवती वा अङ्गकार्यम् अट् आगमः कृत्वा एव अजागृ योगः त इति अभवत् तस्मात् पूर्वं त प्रत्ययस्य लोपात् पूर्वम् अङ्गकार्यम् तत्र गुणकार्यं गुणकार्यं जाग्रो विच्छिन्नल् निच्छु इत्यनेन अभवत् खलु कृतवती वा अजागर् हा अजागर् योगः त तत्र अपृक्त हल् अन्ते अस्ति त इति तस्य लोपः भवति अजागर् इति रेफान्तपदम् अस्ति तस्य किं भवति विसर्गः खरवसानयोर्विसर्जनीयः इति विसर्गः भवति अजागः अजागः नेक्स्ट् वन् द्विवचने अजागृ योगः ताम् अत्र अपित् अस्ति अपित् अस्ति इति कृत्वा वर्णमेलनं अजागृताम् पुनः उः उः इत्यत्र तदपि अपित् अस्ति खलु भगिनि अपित् अस्ति वा? अपित् अस्ति खलु, जि इति प्रत्ययः. जि जि इति अपित् अस्ति. अजागृ योगः उः. अपित् अस्ति गुणस्य निषेधः. अजागृ किं भवति? अजागृयोगः उः. अत्र विशेषवार्ता उ इति उ इति सार्वधातुकप्रत्ययः वा? आहा, किमर्थं संशयः? उ अस्ति अतः तिङ्क्षित् सार्वधातुकम्. किं भगिनि? सर्वे तिङ् प्रत्ययः सार्वधातुकसंज्ञकः खलु? हा सत्यं सत्यम्. अत्र अजागृयोगः उः. क्रमेण चिन्तयतु, तत्र क्रमेण चिन्तयतु, तत्र सार्वधातुक अर्धधातुकयोः इति आरभ्य चिन्तयतु. अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. तदानीं तदानीम् अपित् प्रत्ययः अस्ति खलु? ओ, भवती उक्तवती खलु सृजभ्यस्तविदिभ्यश्च. न, तत्तु अस्ति, परन्तु इदानीम् अपित् प्रत्ययः अस्ति तत्र, तत्तु अस्ति सृजभ्यस्य विधिभ्यश्च इत्यनेन जि प्रत्ययस्य जुस् आदेशः भवति, अतः उस् इति उः इति प्रत्ययः तत्तु अस्ति. अर्धधातुक अर्धधातुकयोः इत्यनेन इत्यनेन गुणप्राप्तिः. तदानीं निति च इत्यनेन गुणनिषेधः. गुणनिषेधः इदानीं जाग्रो विच्छिन्नलिच् इत्यस्य का गतिः? हा, तत्र जाग्रो विच्छिन्नल् निच्सु इत्यत्र अनिच्सु इति अस्ति. अतः गुणस्य निषेधः तिष्ठति. हा, गुणस्य निषेधः तिष्ठति. तर्हि इदानीम् अत्र पुनः तत्र विशिष्टं सूत्रमस्ति यद् इदानीमेव अस्माभिः पठितम् अस्माकं करपत्रे. किमस्ति पश्यतु एवं करपत्रे. एकनिमिषं, जाग्रो विच्छिन्नलित्सु इत्यस्य साक्षात् पूर्वम् एकं सूत्रं पठितं, तत्र प्रथमवाक्यं पठतु सूत्रे. अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति. जुसि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं येन विधिस्थलोन्त्यस्य अचिमिदेर्गुणः अनुगस्य इको गुणवृद्धिः. अतः इकः स्थाने स्थानी भवति. इकः अङ्गस्य गुणः अचि जुस्सि च. अस्तु, जुस्सि च. अतः जुस्सि च इत्यनेन इगन्तङ्गस्य गुणः भवति. अत्र इगन्तङ्गम् अस्ति ऋकारः प्रत्याहारे अस्ति जागृ इत्यस्य ऋकारः. अतः ऋकारस्य स्थाने गुणः जुसि च इति सूत्रेण भूत्वा अजागर् योगः उः. वर्णमेलनम् अजागरुः. समीचीनम्. मध्यमपुरुष एकवचने अ जागृ योगः स. स अपि अजागृ योगः स इति अस्ति तत्र. अतः जागृ विच्छिन्नल् णित्सु इति सूत्रेण रेप् ऋकारस्य रेप् रेफादेश किं भवति गुणः भवति अजागर् योगः स हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रयुक्तं हल् इत्यनेन अपृक्त सकारः लुप्यते अजागर् ओ अजागर् पुनः अजागः इति एव आयाति आमां सत्यं तं तं तम् अपि ताम् इतिवत् एव भवति अजागृतम् अजागृत तत्रापि कार्यं किमपि नास्ति एकवचने सारी प्रथम उत्तमपुरुष एकवचने अम् अम् आव अम् अम् अम् इति तु गुणः भवति मित् अस्ति जाग्रो विच्छिन्नल् निच्सु इत्यनेन जाग्रु इत्यस्य अजाग्रु इति अस्ति अजागर् योगः अम् किं भवति अजागरम् एवम् अस्ति वा रूपम् अजागरम् अजागरं गुणः भवति अनन्तरं योजनम् अजागरम् अजागरम् तत्र तत्र किं भवति भगिनि अजागृ योगः प्रत्यय किम् प्रत्यय किमिति कुत्र प्रत्ययः मध्ये कार्यं नास्ति अजागृव अजाग्रम अस्तु सम्यक् समीचीनं भगिनि अत्र जुस् तत्र अजाग अजाग्रीयोगः उस् भवति तत्र किमर्थं जाग्रविचिन्वल् निगित्सु इति सूत्रेण तेन सूत्रेण अपि गुणं भवेत् किल किमर्थं जुसि च इति सूत्रम् न परन्तु प्रत्ययः नित् अस्ति खलु नित् प्रत्ययः उस् प्रत्ययः अपि च विद्वत् नित्वात् अजाग्रो अविच्छन् निर्मित्सु नित् प्रत्यये अपि च गुणं भवति किल न नित् अनित् इति अस्ति खलु नित् प्रत्ययः अस्ति चेत् न भवति तदेव पर्युदासः पर्युदासः तदेव खलु वि प्रत्ययः अस्ति चेत् न भवति चिन् प्रत्ययः अस्ति चेत् न भवति नल् प्रत्ययः अस्ति चेत् न भवति नित् प्रत्ययः अस्ति चेत् न भवति इति अस्ति खलु एवं वा न वा कः संशयः अस्तु अस्तु भगिनि तत्र नित् अस्ति तत्र तत्र सः तत्रापि समान तत्र लट्लकारे लट्लकारे तत्र जागृतः भवति तत्र तत्रापि प्रत्ययः अपि प्रत्ययः निद्वत् इति कृत्वा गुणनिषेधः जाग्रो विच्छिन्नल् नित्सु इत्यस्य कार्यं न भवति अविच्छिन्नल् नित्सु इति उक्तत्वात् जागृतः इति तत्र जाग्रविचन्स् कार्यं न करोति तत्र तत्रापि आमां तत्र कार्यं न करोति इत्युक्ते तत्र निषेधकसूत्रेण निषेधः जाग्रो विचिन्नल् निस्तु इत्यनेन यः निषेधः इति भागः अस्ति खलु तेन निषेधः जाग्रो विचिन्नल् निस्तु इति सूत्रे इति सूत्रे इति सूत्रेण गुणः भविष्यति, परन्तु इचिनल् नित्सु इति अस्ति चेत् न भवति. अवगतं वा? तेनैव सूत्रेण निषेधः अपि भवति. पुनरपि वदतु भगिनि. न, जागृ विचिन्नल् नित्सु इति सूत्रेण सर्वत्र गुणः, यः कोऽपि प्रत्ययः अस्ति चेत् गुणः भवति, परन्तु विचिन्नल् नित् इति प्रत्ययाः सन्ति चेत् न भवति गुणः, तान् विहाय अन्यत्र गुणः भवति. तस्मात् एव जागृतः भवति, न जागर्तः. तदेव कारणे भवः जुस् अपि तत्र जागृ उस् तत्र. आं सत्यं, तत्रापि समानकारणम्. ओके, जागृ विचिन्नल् नित्सु इति प्राप्यते, परन्तु जुसिते जुसि च इति विशिष्टसूत्रेण गुणः प्राप्यते. अस्ति, समीचीनम्. अग्रे गच्छामः तर्हि. अग्रे सरस्वती भगिनी वदति वा विबिलि? आं भगिनि, श्रूयते? आं श्रूयते. तर्हि विधिमध्ये यात् यातां युः, याः यातं यात्वा, यां याव याम, एवं सन्ति प्रत्ययाः. तर्हि यात् अस्ति, सर्वे अपित् अस्ति, तर्हि सर्वसुखमपि अपितः सन्ति, सन्ति सर्वे अपित् अपित् सन्ति, अतः अपितः सन्ति, अपितः अपितः आम् अपितः सन्ति. तर्हि सार्वधातुकम् अपित् इत्यनेन सूत्रेण नित्वत् भवन्ति. नित्वत् भूत्वा सर्वत्र गुणनिषेधः भवति. विच्छिन्नल् नित्सु इत्यनेन सूत्रेण, अतः केवलं वर्णमेलनम् एव भवति. तर्हि जागृ योगयात् जागृयात् धरां चेष्टन्ते जागृयात् जागृयात् जागृयातां जागृयुः जागृ याः जागृयातं जागृयात् जागृयां जागृयाव जागृयाम. सम्यक्, समीचीनं. तर्हि इति कृत्वा अत्र अदादिगणः इति विषयः समाप्तः, अजन्तदातवः इति विषयः समाप्तः. तर्हि अत्र कोऽपि प्रश्नः अस्ति वा? अग्रे गच्छामः वा नूतनकरपत्रं प्रति? अत्र जुहोत्यादिगणः अजन्तदातवः इति करपत्रं स्वीकृत्य भवती एव किञ्चित् पठतु. एकनिमिषं भगिनि, करपत्रम् जुहोत्यादिगणे अजन्तधातवः. जुहोत्यादिगणे चतुर्विंशति धातवः सन्ति. यथा सर्वेषु गणेषु कर्तृत्वे सार्वधातुकप्रत्यये परे कर्तृशब् इत्येन शब् विहितः अस्ति, तदा जुहोत्यादिभ्यः श्लुः इत्यनेन शपः श्लु लोपः भवति. अतः ज्योत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते. अग्रे पठामि खलु? ज्योत्यादिभ्यः श्लुः द्वितीयाध्याये चतुर्थपादे पञ्चसप्ततितमसूत्रं तमं सूत्रं ज्योत्यादिगणे स्थितेभ्यः धातुभ्यः भीतस्य शब्दस्य श्लु लोपः भवति. जुहोतिरादिः येषां ते जुहोत्यादयः तेभ्यः ज्योत्यादिभ्यः जुहोत्यादिभ्यः पञ्चम्यन्तं श्लुः प्रथमान्तं द्विपदमिदं सूत्रम् अधिप्रभृतिभ्यः शपः इत्यस्मात् शपः इत्यस्य अनुवृत्तिः, अतः अनुवृत्तिसहितसूत्रमस्ति जुहोत्यादिभ्यः शपः श्लुः. तर्हि जुहोत्यादिगणे शपः अस्य शप् विकरणप्रत्ययस्य लुप् भवति, श्लू भवति, लोपः परन्तु श्लू भवति, श्लू इत्युक्ते तत्र धित्वा अस्ति, अतः श्लू तस्य प्रयोगः भवति, प्रयोगं भवति। अत्र ज्योत्यादिभ्यः श्लू श्लूः, अत्र यत् जुहोति प्रथमधातुः अस्ति, अतः गणस्य नाम अपि जुहोत्यादिगणः भवति। अत्र स्वाभाविकतया इत्युक्ते नियमरूपेण उत्सर्गरूपेण शप् आगच्छति तत्र, परन्तु तदनन्तरं इत्युक्ते अधिप्रवृत्तिभ्यः शपः, इत्यनेन शपः अनुवृत्तिः भवति, परन्तु शप् आगत्य तदनन्तरं तस्य श्लू भवति, जुहोत्यादिभ्यः शपः श्लू, अनुवृत्तिसहितसूत्रमस्ति एतत् सूत्रमस्ति, जुहोत्यादिभ्यः श्लुः इत्यनेन सूत्रेण शप् प्रत्ययस्य श्लू लोपः भवति। पुनः श्लू किमर्थं, तर्हि तत्र अग्रे पठामि भगिनि, अत्र प्रश्नः केवलं तत् पठतु। अस्तु, अत्र प्रश्नः उदेति यत् लोप श्लू इत्यनयोः भेदः कः, द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति, लोपः इत्युक्ते प्रत्ययः अदृष्टः परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति, एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम्। तर्हि एतत्तु वयं जानीमः लोपस्य कृते लोप लुक् लू लुक् तथा श्लू इति सन्ति, अत्र लोप तथा श्लू मध्ये इत्यनयोः भेदः कः, एतस्य विषये दत्तमस्ति। अदर्शनमेव भवति द्वयोरपि, परन्तु लोपः यदा अस्ति तदा प्रत्ययः अदृष्टः भवति, परन्तु कार्यक्षेत्रे तदानीमेव अस्ति, यतोहि सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम्। समीचीनं, श्लू अस्ति तदा एवं नास्ति, श्लू अस्ति तदा श्लौ आगच्छति इति। अग्रे समीचीनम्, इत्युक्ते अत्र विकरणप्रत्ययविधानार्थम् अन्यत् विशिष्टसूत्रं नास्ति, कर्तरि शप् इति यद् डिफाल्ट् अस्ति तदेव अत्रापि भवति, सारधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् कर्तरि शप् इति सूत्रं सर्वत्र आयाति, तर्हि अत्रापि शप् आयाति, जुहोत्यादिगणे अपि शप् आयाति, अदादिगणे अपि शप् आयाति, परन्तु तदानीं जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः लोपः भवति, तत्र श्लू इति लू इति प्रत्यये लू इति अंशेन लोपः अस्ति, तर्हि विशेषलोपः वर्तते, तर्हि अत्र विशेषलोपः वर्तते इति कृत्वा सामान्यतया प्रत्ययः लोप लुप्तः चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लक्षणं तिष्ठति, तर्हि प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति, परन्तु यत्र प्रत्ययः लू इति शब्देन लोपः भवति प्रत्ययस्य, तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति न भवति, तद् अग्रे पश्यामः। तर्हि इदानीं सूत्रद्वयं पठनीयं, प्रत्ययलोपे प्रत्ययलक्षणम् इति एकं सूत्रं, तत् मीना भगिनी पठतु। पठामि भगिनि, प्रत्ययलोपे प्रत्ययलक्षणं तत्र प्रथमाध्याये प्रथमभागे द्विषष्टितमसूत्रं प्रत्ययलो लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्, प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम्। यत् प्रत्ययः लोपः भवति लुप्ते सति तत्र लोपः भवति चेत् तस्य किमपि कार्यं विहितं तस्य द्वारा तस्य तत् भवति एव इदानीम् एतेन सूत्रेण प्रत्ययलोपे तस्य लक्षणं स्वभावं तिष्ठति, लोपे सति अपि तस्य लक्षणं तिष्ठति, प्रत्ययस्य लोपः प्रत्ययलोपः षष्टीतत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहि समासः सूत्रं स्वयं सम्पूर्णं यस्य प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलोपे सति अपि च तस्य स्वभावः तिष्ठति तर्हि प्रत्ययलुप्ते तदाश्रितं कार्यं भवति श्लू न तथा प्रत्ययस्य श्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात् तद्विधायकं सूत्रमस्ति न लुमताम् अङ्गस्य साधारणतया यस्य प्रत्ययः लोपः भवति तस्य लक्षणं तिष्ठति एव प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण परन्तु इदानीं लोपः इदानीं प्रत्यय इदानीं श्लू श्लू प्रत्ययः श्लू इति प्रत्ययः भवति तत्र तत्र शपः शपः श्लू ज्योत्यादिभ्यः शपः श्लू शपः लोपः परन्तु श्लू इति आगच्छति तत्र तस्मिन् स्थाने श्लू तादृशं न भवति तत्र श्लू इति अस्ति चेत् तत् केवलं प्रत्यय केवलं न लोपः न भवति परन्तु तस्य तस्य कार्यमपि न भवति प्रत्ययलोपप्रत्ययलक्षण इति सूत्रं यदा वदति तत्र यदि लोपः भवति तस्य कार्यं तिष्ठति तादृशं न भवति इदानीं श्लू प्रत्ययः आगच्छति कारणेन तत् तादृशविधायकसूत्रमस्ति न लुमता अङ्गस्य इदानीं पठामि वा न लुमता अङ्गस्य लुमताङ्गस्य न लुमताङ्गस्य इति सूत्रं पठतु न लुमताङ्गस्य यस्मिन् शब्दे लू अस्ति तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् लू अस्य अस्ति इति लुमान् मतु लो प्रत्ययः तेन लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न लुमता अङ्गस्य सूत्रं किं वदति चेत् तत्र लू इति शब्दस्य अर्थः किम् इति वदति तत्र लू यत्र यस्मिन् शब्देन स लू इति शब्देन विहितमस्ति चेत् स प्रत्ययः अङ्गकार्यं मा भवेत् तस्य प्रत्ययलोपे प्रत्ययलक्षणं तत्र भवति लोपः इति अस्ति चेत् तस्य लक्षणं तिष्ठति परन्तु इदानीं श्लू इति तत्र लू इति भवति तत्र न यदा लू इति अस्ति चेत् तस्य प्रत्ययलोपे प्रत्ययलक्षणं न भवति तस्य अपवादः भवति अनुवृत्ते तत् सूत्रं भवति तत्र लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न भवति तद् प्रत्ययलोपस्य प्रत्ययलक्षणम् इत्यस्य अपवादः भवति किमर्थमिति चेत् तत्र लू इति श्लू इति तत्र शपः श्लू भवति तत्र लू लू इति अर्थः किम् इति चेत् तत्र प्रत्ययलक्षणम् इदानीं न तिष्ठति यदा प्रत्ययलोपे प्रत्ययलक्षणम् इति वदति तादृशं न भवति न लुमता अङ्गस्य यदि सूत्रे लू भवति अस्ति चेत् समीचीनं भगिनि सम्यक् इति अत्र अस्ति अत्र संशयः कोऽपि संशयः अस्ति वा अत्र अस्माकं परिचितं सूत्रमस्ति सूत्रद्वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यत्र किम् अवधातव्यम् इति चेत् प्रत्ययलोपे प्रत्ययलक्षणं सर्वत्र भवति इति नास्ति इदानीं वयं सन्धिकार्यं कुर्मः तत्रापि प्रत्ययलोपे प्रतिलक्षणम् इति कृत्वा किमपि कार्यं भवति इति नास्ति. प्रत्ययलोपे प्रतिलक्षणम् इति कार्यं तत्र एव भवति यत्र प्रत्ययम् आश्रित्य कार्यं भवति. प्रत्ययम् आश्रित्य कार्यं नास्ति चेत् प्रत्ययलोपे प्रतिलक्षणं न भवति एव. तर्हि यत्र तादृशं भवति प्रत्ययस्य प्रत्ययम् आश्रित्य किमपि कार्यं भवितुमर्हति अङ्गकार्यं, तदानीं प्रत्ययलोपे प्रतिलक्षणम् इति आधारीकृत्य तत् कार्यं भवितुमर्हति. प्रत्ययः लुप्तः तदानीमपि तत्र तादृशलक्षणम् अस्ति इति कृत्वा अङ्गकार्यं भवितुमर्हति. परन्तु यत्र प्रत्ययस्य लोपः लू इति शब्देन जायते, यथा श्लू अथवा लुक् लू इति शब्देन जायते, तदानीं तत्र तादृशप्रत्ययं निमित्तीकृत्य अङ्गकार्यं न भवति. इत्युक्ते न लुमताङ्गस्य न इति निषेधकमस्ति. तर्हि किमपि प्राप्तमासीत्, किं प्राप्तमासीत्? प्रत्ययस्य लक्षणं प्राप्तमासीत्, प्रत्ययं निमित्तीकृत्य अङ्गकार्यं प्राप्तमासीत्, तादृशकार्यं न भवति इति न लुमताङ्गस्य. कुत्र न भवति? यत्र प्रत्ययस्य अदर्शनं लू शब्देन जायते तत्र. तर्हि इतः अग्रे तत्र उषाभगिनी पठति वा? अस्मिन् सूत्रे भगिनि तत्र आम् अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयान्तक तृतीयाविभक्त्यन्तं रूपम् अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् इदं मतु प्रत्ययान्तं प्रथमाविभक्तौ लुमान् मतु प्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लू अस्य अस्मिन् वा सः लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लू लुप् चेति च इति इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. अनुवृत्तिसहितसूत्रं तथैव यथा लुमता प्रत्यये लोपे तदा अङ्गस्य प्रत्ययलक्षणं न. अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रम्. तर्हि अत्र सारांशः एवं यत् श्लू इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. ओके अस्मिन् सूत्रे न लुमताङ्गस्य इति सूत्रे लुमता इति अस्ति, न लुमता अङ्गस्य इति. लुमता इति शब्दं लुमत् इति प्रातिपदिकम् अस्ति चेत् लुमता इति तृतीयाविभक्ति रूपं. तृतीयाविभक्ति लुमता इति मतुप्रत्ययान्तशब्दः. मतुप्रत्ययान्तशब्दः अस्ति चेत् अस्य अस्मिन् वा इति वयं जानीमः. बुद्धिमत् अस्ति चेत् बुद्धिमान् धनवत् दट्स् वत् बुद्धिमत् अस्ति चेत् बुद्धिमान् इति अत्र बुद्धिमान् इति प्रथमाविभक्ति, बुद्धिमता तृतीयाविभक्ति, तथा एव लुमता इति लुमत् शब्दस्य तृतीयाविभक्ति. अत्र न लुमताङ्कस्य इति न लुमता इति लुमत् इति प्रातिपदिकम् अर्थः कः इति चेत् लू यस्य लू अस्य अस्मिन् वा अथवा लू अस्य अस्मिन् अस्ति इति लुमत् इति प्रातिपदिकं जायते. तत् अर्थेन लू अस्य अस्ति इति व्याकरणे त्रयः लुमन्तः भवति लुक् श्लू लुप् इति वयं जानीमः. लुक् श्लू लुप् इति अत्र न लुमताङ्गस्य इति सूत्रं वदति येन अदर्शनं भवति सः लुमान् लुमान् अस्ति चेत् लुप् लुमान् अस्ति चेत् लुमान् अस्ति इति चेत् यस्य कृते लू अस्य अस्मिन् वा अस्य अस्मिन् वा लुमत् लु इति शब्देन लोपः भवति चेत् इति येन आदर्शनं भवति लु इति शब्देन आदर्शनं भवति चेत् सः लुमान् अस्ति चेत् तत् प्रत्ययेन लोपः भवति विशेषलोपः जातः चेत् प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इति वयं प्रत्ययलोपे प्रत्ययलो लक्षणम् इति जानीमः यद्यपि प्रत्ययः लोपः भवति तथापि प्रत्ययनिमित्तकार्यं भवति इति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य सूत्रम् इति सूत्रं वदति परन्तु अत्र न लुमदाङ्कस्य इति सूत्रं लुमता प्रत्यये लोपे सति लुमता प्रत्ययलोपे प्रत्ययलोपे लु शब्देन लोपः जातः चेत् तदा अङ्गस्य प्रत्ययलक्षणं नास्ति इति तथापि अङ्गस्य प्रत्ययलक्षणं चेत् अङ्गकार्यं यदा जायते तत् प्रत्ययेन तत् अङ्गकार्यं नास्ति इति यतोहि प्रत्ययलोपे प्रत्ययलक्षणं पूर्वसूत्रम् इत्यनेन अङ्गकार्यम् अस्ति यद्यपि प्रत्ययः न दर्शयते न दृश्यते परन्तु लुमताशब्देन प्रत्ययलोपः जातः चेत् तत् निमित्तम् अङ्गकार्यं न भवति इति न लुमताङ्कस्य इति सूत्रं वदति भगिनि सम्यक् सम्यक् सम्यक् इत्युक्ते अत्र अस्मिन् परिच्छेदे यदुक्तं बहु मुख्यमस्ति इत्युक्ते न लुमताङ्गस्य इत्यत्र कथं तत्र अर्थविवरणं लुमता इति तत्र लुमता इत्यस्य प्रातिपदिकं किं लुमत् इति प्रातिपदिकं मतु प्रत्ययः अस्य अस्मिन् वा इत्यर्थे अस्तु तर्हि लुमता इत्यस्य कः अर्थः लुमत यस्य यस्य शब्दस्य कृते लु अस्ति इति लु पोसेसिव् इति तर्हि लुमता इति तृतीयान्तस्य कः अर्थः तृतीयान्तः अस्ति चेत् लुमता शब्देन लुप्तः लोपः जायते चेत् इति लुमता शब्देन लोपः इति यस्य लुमता इति शब्देन लोपः सत्यं लुमता लुमता शब्देन लोपः लुमता शब्देन लोपः लुमता इत्युक्ते तादृश लु इति शब्देन लोपः अस्तु तर्हि लुमता लु इति शब्देन लोपः जातः चेत् प्रत्ययलोपे लुमता शब्देन प्रत्ययः लोपः प्रत्ययस्य लोपः जातः चेत् तदानीम् अङ्गस्य प्रत्ययलक्षणं न प्रत्ययलक्षणं यत् पूर्वसूत्रेण उक्तमासीत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण उक्तमासीत् तादृशलक्षणम् अत्र न भवति लक्षणं नाम प्रत्ययस्य लक्षणं नाम किं प्रत्ययं निमित्तीकृत्य प्रत्ययस्य लक्षणमस्ति प्रत्ययत्वं खलु प्रत्ययत्वमेव प्रत्ययस्य लक्षणं तर्हि प्रत्ययत्वम् आधारीकृत्य कुत्र कार्यं भवति इत्युक्ते प्रत्यये परे किमपि कार्यम् इति वदति खलु तर्हि अङ्गकार्यं तर्हि अङ्गकार्यं न भवति इति सूत्रार्थः अस्तु अस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः तर्हि तत्र उमा भगिनी अग्रे पठति वा अस्ति वा भगिनि पठामि भगिनि हा उच्चैः पठतु पठामि श्रूयते वा आम् प्रतिलक्षणं गच्छतु आहत्य लोपप्रकरणे पठतु प्रत्ययलोपे प्रतिलक्षणम् इति अभवत् न लुमताङ्गस्य इति अपि अभवत् आहत्य लोपप्रकरणे इति प्राप्तं वा लुमता प्रत्यय लोपे अङ्ग अङ्गस्य प्रत्ययलक्षणं न प्राप्तं वा भगिनी, कुत्र अस्ति भवती? अयम् अस्मि न लुमताङ्गस्य तद् अभवत् तत्र अनन्तरम् अस्मिन् सूत्रे लुमता इत्यपि अभवत्, तदनन्तरं चत्वारि सूत्राणि सन्ति खलु, अदर्शनं लोपः प्रत्ययस्य श्लू लुक् लुपः आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः अदर्शनं लिखितं प्रत्ययस्य लुक् श्लुः लुपः लुक् श्लू लुप् इत्याभिः इत्यभिः संज्ञाभिः अदर्शनं विहितं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् न लुमताङ्गस्य लुमता शब्देन लुप्ते तन्निमित्तम् अङ्गकार्यं न स्यात् अङ्गकार्यं न स्यात् लुमता शब्देन लुप्ते तन्निमित्त अङ्गकार्यं न स्यात् अत्र अदर्शनं लोपः प्रत्ययस्य लुप् लुक् लु सप् लुपः देन् प्रत्ययलोपे प्रत्ययलक्षणं न लुमताङ्गस्य एतेषां तत्तु पुनः सूत्राणां विवरणं दत्तम् अदर्शनलोपः इति चेत् लोपसंज्ञया अदर्शनं विहितं अदर्शनं लोपः इति चेत् अदर्शनं अस्ति लोपस्य अनन्तरम् अदर्शनमस्ति प्रत्ययस्य लुक् लु लुपः लुक् लु लुपः एतेषां तिष्ठुभिः संज्ञाभिः अदर्शनं कृतम् एतेषां तिष्ठुभिः अदर्शनं लिखितं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् सो प्रत्ययलोपे प्रत्ययलक्षणम् इति चेत् प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् सो अत्र प्रत्ययस्य कार्यं क्रियते तदनन्तरं एव तस्य प्रत्ययस्य विहितं कार्यं क्रियते न लुमताङ्गस्य लुमता शब्देन लुप्ते तन्निमित्तम् अङ्गकार्यं न स्यात् लुमता शब्देन लुप्तः चेत् अङ्गकार्यं न स्यात् तदनुसृत्य अङ्गकार्यं न स्यात् हा समीचीनं भगिनि इति अस्ति तत्र इत्युक्ते अदर्शनं लोपः इति वयं जानीमः लोपः इत्युक्ते तत्र प्रत्ययस्य अदर्शनं तर्हि प्रत्ययस्य अदर्शनं सामान्यलोपः इत्यनेन भवितुमर्हति अथवा विशेषलोपः अत्र लुक् लु लुप् इति विशेषलोपः विशिष्टसंज्ञया लोपः यदा भवति लुक् लु लुपः इति विशिष्टसंज्ञया लोपः भवति तदानीमेव न लुमताङ्गस्य इति सूत्रमायाति प्रत्ययलोपे प्रतिलक्षणम् इति सूत्रस्य निषेधकं सूत्रम् सर्वत्र भवति वा इति चेत् न न लुमताङ्गस्य इति सूत्रं केवलं स्लु लुक् लुपः इति विषये एव भवति. अस्तु, तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी. भगिनि, जुहोत्यादिगणे विकरणप्रत्ययः स्टेप् आसीत्, अनन्तरं तस्य स्लु अभवत्. लुमता स्टेपः अदर्शनं जातम्, अतः धात्वङ्गे स्टेपनिमित्तकम् अङ्गकार्यं न अर्हम्. वयं जानीमः प्रथमं स्टेपः आसीत्, अनन्तरं जुहोत्यधिगाणे शपस्थाने स्लु आयाति. प्रत्ययस्य स्लु लुक् लुपः इत्यनेन अदर्शनं भवति. तत् न लुमताङ्गस्य इत्यनेन अङ्गकार्यं न भवति इति. अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, जुहोत्यादिगणे स्लु अपि लुमान्, द्वयमपि लुमान् चेत् द्वयोः भेदः कः वस्तु कः इति प्रश्नः उदेति. वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् च भेदः. साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति. पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति, लुकः कृते स्लोः कृते च. यथा अदादिगणे उतो रुद्धिर्लुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणः प्रबाद्य रुद्धिर्भवति. स्लु इत्यनेन तादृशं कार्यं न प्राप्यते, किन्तु स्लोः विशिष्टकार्यमपि अस्ति. यत् लुक् इत्यनेन न सिद्ध्यति, तत्र प्रमुखं कार्यम् इदम्. जुहोत्यादिगणे अदादिगणे साम्यम् अस्ति, भेदः अपि अस्ति. साम्यमस्ति न लुमताङ्गस्य इति सूत्रेण प्रत्ययलोपे प्रत्ययलक्षणं न भवति. भेदः अस्ति अदादिगणे लुकः, क्षम्यताम्, अदादिगणे लुकः लुक् लुक् भवति, जुहोत्यादिगणे स्लोः इत्यनेन भिन्नकार्याणि भवति. अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रं भवति, जुहोत्यादिगणे तत् सूत्रं न प्रवर्तते. जुहोत्यादिगणे स्लोः इत्यनेन भिन्नकार्यं भवति, विशिष्टकार्यं भवति. तदनन्तरम् अन्यसूत्रमस्ति स्लू विषये. अग्रे पठामि वा भगिनि? आम्, एकक्षणं पठतु, एकक्षणं. तत्र इत्युक्ते सामान्यतया न लुमताङ्गस्य इत्यनेन अङ्गकार्यं न भवति. यत्र प्रत्ययस्य लु इति शब्देन लोपः भवति, तदानीम् अङ्गकार्यं निषिद्धं वर्तते. परन्तु यत् कदाचित् किं भवति इति चेत् तत् सूत्रमपि प्रबाद्य पुनः एकं सूत्रमस्ति यत्र अङ्गकार्यम् इष्यते. यथा अत्र उतो वृद्धिर्लुकि हल् इति सूत्रं दृष्टमासीत्, तत्र लुकि सत्यपि पुनः उदन्ताङ्गस्य वृद्धिः भवति हलिपरे. तर्हि लुकि अस्ति चेत् अङ्गकार्यं न स्यात्, परन्तु विशिष्ट अङ्गकार्यम् अत्र अस्ति. तर्हि न लुमताङ्गस्य इति सूत्रमपि प्रबाद्य उतो वृद्धिर्लुकि हल् इति सूत्रमस्ति. एवम् अत्र जुहोत्यादिगणे अपि कानिचन सूत्राणि सन्ति. प्रथमतया अत्र स्लौ इति एकं सूत्रमस्ति. स्लौ अस्ति इति मत्वा द्वित्वकार्यं भवति अत्र. इत्युक्ते तत्र प्रत्ययस्य लोपः जातः, तदानीम् अत्र स्लु इति शब्देन प्रत्ययस्य अदर्शनं जातं. तत्र कर्तरि शप् इति शपः विधानं स्लु इति शब्देन जुहोत्यादिभ्यः श्लुः इति सूत्रेण तपः लोपः जातः, तर्हि इदानीम् अग्रिमसूत्रे स्लौ स्लौ परे द्वित्वं भवति इति उक्तं. तर्हि इदानीं प्रत्ययः नास्ति, प्रत्ययः अस्ति इति मत्वा अत्र कार्यमस्ति स्लौ परे. तर्हि इदानीं अत्र प्रश्नः भवितुमर्हति, न लुमताङ्गस्य इत्यनेन प्रत्ययं प्रत्ययः अस्ति इति मत्वा कथं कार्यं भवति इति चेत्, अत्र विशिष्टसूत्रमस्ति, प्रत्ययः अस्ति इति मत्वा तत्र द्वित्वं भवति. अस्तु, तर्हि इदानीं भगिनी पठतु. स्लौ धातोः द्वित्वं भवति स्लौ परे. स्लौ सप्तम्यन्तम् एकं पदमिदं सूत्रं. लिटि धातोर् अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धातोः द्वे स्लौ. स्लौ इति स्लु इत्यस्य सप्तम्यन्तम् अग्रिमवाक्यद्वयमपि पठतु. आम्, जुहोत्यादिगणे स्लुना सर्वेषां धातूनां द्वित्वं भवति. यदा धातुः द्वित्वकार्यं भवति, धातुः धाता, भीधातुः बीभी, हूधातुः हूः. पाणिनीयव्याकरणे पञ्चस्थलेषु द्वित्वं भवति. स्लौ जुहोत्यादिगणे लिति चङ्गि लुङ्लकारे सनि यङि च. पञ्चस्थलेषु द्वित्वं भवति. एकम् अस्ति स्लौ, द्वितीयं लिति चङ्गि सनि यङि च. पठामि वा अग्रे भगिनि? न वदतु, तत्र वदतु श्लौ इत्यनेन किम् उक्तम् इति वदतु. श्लौ इत्यनेन द्वित्वं भवति स्लू परे. स्लौ इति स्लू इत्यस्य सप्तम्यन्तम् एकपदमिदं सूत्रम्. अनुवृत्तिसहितसूत्रं लिटि धातोरनभ्यासस्य इत्यनेन धातोः इत्यस्य अनुवृत्तिः, एकाचो द्वे प्रथमस्य इत्यनेन द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धातोः द्वे स्लौ. धातु परः स्लू प्रत्ययस्य सप्तम्यन्तं स्लौ द्वित्वं भवति तत्र. द्वित्वकार्यम् अपि पञ्चस्थलेषु भवति. एकमस्ति जुहोत्यादिगणीय स्लू प्रत्ययः, अन्यानि लिटि चङ्गि सनि यङि. समीचीनं भगिनि. तर्हि इदानीं तत्र इदमेव सूत्रम्, अनेन सूत्रेण एव द्वित्वं भवति. तर्हि दा इति धातुः अस्ति चेत् दा दा, धा इति अस्ति चेत् धा धा, भी अस्ति चेत् भी भी. इत्युक्ते द्विवारम् उच्चारणं धातोः, द्विवारम् उच्चारणं. तदनन्तरम् इतोपि कार्याणि सन्ति, तत् किम् इति अग्रे पश्यामः. द्विवारण द्विवारम् उच्चारणमेव द्वित्वम्. किं लुक् इति कुत्र प्रयुज्यते? अदादिगणे अधिप्रभृतिभ्यः शपः लुक्, इदानीमेव पठितं खलु. लुप् इति सुबन्तप्रक्रियायां कुत्रचित् अस्ति लुप्. अस्तु, हा अत्र नास्ति, परन्तु सुबन्तप्रक्रियायां कुत्रचित् द्रष्टुं शक्नुमः, अथवा तत्र तदितप्रक्रियान्तसमये भवति. अस्तु, अत्र स्थगनं कुर्मः, समयः जातः, इतः अग्रे अग्रे सर्तुं शक्नुमः. अत्र द्वित्वकार्यं कथं भवति इति वयं ज्ञातुं शक्नुमः अग्रे. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.